अस्तु, तर्हि अद्य वयं तादात्म्यसम्बन्धः इत्यस्य विषये चर्चां पुनरावर्तनं च कृत्वा अन्योन्याभावः इत्यस्य विषये अपि चर्चां कृत्वा अग्रे सरेम। अस्तु, तर्हि रत्ना भगिनी पृष्ठसङ्ख्या 31 तत्र प्रथमवाक्यतः पठति वा? अतः कपालस्य कुत्र अस्ति? 30 पुटे 31 ओ 31 क्षम्यताम्। अस्तु, अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते। कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटमुत्पादयति इति भवति कपालः घटस्य कारणम्। अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्। अग्रे अपि पठतु, तादात्म्यसम्बन्धः इति जानाति एव खलु? आम्। कीदृशः सम्बन्धः सः? अन्तिमवाक्यम् अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः अस्ति स्वस्य सम्बन्धः एव भवति तादात्म्यसम्बन्धः। सर्वेषु पदार्थेषु तादात्म्यसम्बन्धः भवति इति विषयः। अग्रे अपि पठतु कृपया। सर्वेपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति। तेन सम्बन्धेन घटो नास्ति इति अभावः घटाय जगति सर्वत्र भवति। अयमेव च भेदः, प्रतियोगिनं विहाय सः सर्वत्र भवति। एवं पटो न इति भेदः, पटं प्रतियोगिनं विहाय सर्वत्र भवति। अयमेव च भेदः अन्योन्य अभावः इति अभावविभागे। अस्तु भगिनि, भवती पठितवती खलु सर्वेपि पदार्थः उक्तसम्बन्धेन भवति इति उक्त्वा अन्योन्याभावस्य विचारः अत्र प्रस्थापितः अस्ति, तर्हि किञ्चित् वदति वा तस्य विषये? अस्तु, सर्वेपि पदार्थः उक्तसम्बन्धः भवति, सर्वेपि पदार्थः स्वस्मिन् सम्बन्ध स्वस्मिन् सम्बन्धेन केन सम्बन्धेन स्वस्मिन् भवति? स्वस्य सम्बन्धेन एव, तादात्म्यसम्बन्धेन। हा, तादात्म्यसम्बन्धेन, तादात्म्यसम्बन्धं सर्वेषु भवन्ति भवति। तेन इत्युक्ते घटस्य घटो अभावः एतस्मिन् सम्बन्धे तादात्म्यसम्बन्धेन घटस्य यदि घटः अस्ति चेत् तत्र घटोभावः न भवति। घटोभावः कुत्र न भवति? यत्र घटे घटे घटोभावः न भवति। अन्यत्र सर्वत्र घटाभावः भवति। केन सम्बन्धेन एषः अभावः भवति? तादात्म्यसम्बन्धेन, तादात्म्यसम्बन्धेन घटाभावः अन्यत्र भवति घटे नास्ति. घटे नास्ति, आम्. अस्तु, ईदृशस्य अभावस्य नाम, अभावस्य नाम अन्योन्य अभावः वा? चतुर्विधाः सन्ति खलु अभावः, पूर्वं पठितम् अत्यन्ताभावः, प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः इति. इदानीं तादात्म्यसम्बन्धेन पदार्थः स्वस्मिन् वर्तते इति कारणतः अभावः घटे स्वस्मिन् न भवति, किन्तु अन्यत्र भवति तस्य पदार्थस्य. सः एव अभावः, अन्योन्याभावः. अस्तु, इदानीं प्रश्नः उदेति यत् तादात्म्यसम्बन्धस्य आवश्यकता का. अस्माकं लक्षितः विषयः तु आसीत् अन्योन्याभावः इति, खलु? तस्य विवरणार्थं तादात्म्यसम्बन्धस्य आवश्यकता का इति. आवश्यकता अत्यन्ताभावः अन्योन्याभावः भेदः अवगच्छामः चेत् तस्य आवश्यकम् अवगतम्. अस्तु, इतोपि किञ्चित् प्रतिपादयतु भगिनि. अत्यन्त अभावः इत्युक्ते घटः नास्ति चेत् घटः स्थापयित्वा घटोभावः गच्छति. अन्यो अत्र संयोगभावः भवति. सम्बन्धः, क्षम्यतां, संयोगः सम्बन्धः भवति. अन्योन्याभावः विषये घटः उत्पीठिका द्वे वस्तु अस्ति. उत्पीठिका घटः नास्ति. उत्पीठिका घटः कथं उत्पीठिका कथं घटाभावः प्रथमतया भवत्या यद् प्रथमतया भवत्या यदुक्तं तत् सत्यम् अत्यन्ताभावविषये. भूतले घटः नास्ति इति अभावः केन सम्बन्धेन प्रदर्श्यते? घटः आनयनेन घटाभावः गच्छति. कस्मिन् अभावे? अत्यन्ताभावे वा अन्योन्याभावे वा? अन्योन्याभावः. न, प्रथमं भवत्या यदुक्तं भूतले घटाभावः अस्ति. आम् आम्. अस्तु, भूतले घटाभावः अस्ति इति अभावस्य सन्दर्भे वयं घटं भूतले स्थापयामश्चेत् घटाभावः अपगच्छति, खलु? भूतलघटयोः सम्बन्धः कीदृशः? संयोगः सम्बन्धः. संयोगसम्बन्धः. तर्हि सः अभावः केन सम्बन्धेन प्रदर्श्यते? संयोगसम्बन्धेन अत्यन्त अभावः, खलु? आम् आम् आम् आम्. इदानीं तथा एव अन्योन्याभावस्य विषये वदतु किञ्चित्. घटः उत्पीठिकायां नास्ति इत्युक्ते अत्यन्त अभावः. अन्योन्य अभावः विषये घटः उत्पीठिका न. इत्युक्ते कथम् अभावः गच्छति इत्युक्ते उत्पीठिका अपि घटः उत्पीठिका अपि हेस् टु चेञ्ज् अस् अ घट, ओन्लि देन् अभावः गोस्. तत्तु न शक्यम्। आम् न शक्यम्। उदाहरणं कपालः अस्ति, कपालस्य उपरि एव घटः कार्यकारणं अस्तु। इदानीं तादात्म्य अन्योन्याभावप्रदर्शने तादात्म्यस्य आवश्यकता का इति आसीत् प्रश्नः। भवत्या यदुक्तं संयो घटः अत्यन्ताभावसन्दर्भे घटः भूतले नास्ति इति अभावः संयोगसम्बन्धेन प्रदर्श्यते। अत्र घटः पटः न अथवा घटः उत्पीठिका न इति अभावः तादात्म्यसम्बन्धेन प्रदर्श्यते। इदानीं वायुः अस्ति, वायौ रूपम् अस्ति वा? रूपं नास्ति। वायौ रूपं नास्ति, तत्र अभावः अस्ति रूपस्य। सः अभावः केन सम्बन्धेन स्थापितम्? यदि सः अभावः अपगच्छति चेत् तदा केन सम्बन्धेन अपगच्छति? न, वायौ रूपः गुणगुणिन, रूपम् इति गुणः अस्ति, वायुः पदार्थः, गुणगुणिनोः मध्ये कीदृशः सम्बन्धः? यस्मिन् गुणः घटः भूतलः तयोर्मध्ये पदार्थयोः अथवा द्रव्ययोः मध्ये संयोगसम्बन्धः अस्तु। वायुः अस्ति, वायौ कश्चित् गुणः अस्ति, तर्हि गुणगुणिनोः मध्ये कीदृशः सम्बन्धः स्यात्? स्वरूपसम्बन्धः न, तदापि नास्ति। गुणगुणिनोः अवयव अवयविनोः विशेषनित्यद्रव्ययोर्मध्ये कीदृशः सम्बन्धः अस्ति? समवायसम्बन्धः खलु? समवायसम्बन्धः अस्ति गुणगुणिनोः मध्ये। तथा एव वायौ वायौ रूपं नास्ति इति विषयः अधुना, रूपस्य अभावः अस्ति। तर्हि रूपाः रूपस्य अभावस्य प्रतियोगी अस्ति रूपम् एव। रूपाभावम् अपसर्तुं रूपम् आवश्यकं चेत् तस्य प्रतियोगी अस्ति रूपमेव। तर्हि वायौ रूपम् अभविष्यत् चेत् केन सम्बन्धेन अभविष्यत्? समवाय भवती उक्तवती, समवायसम्बन्धेन एव खलु? तर्हि वायौ रूपः नास्ति इति अभावः कीदृशः अभावः? अत्यन्ताभावः वा अन्योन्याभावः? अन्योन्य अभावः। चिन्तयतु, अन्य कोऽपि नीता भगिनी, रत्ना भगिनी सहायं करोति वा? अन्य केन आगतम् मध्ये? भगिनी, अहं वेङ्कटेशः आगतवान्, परन्तु अहं शृणोमि, अतः अहं न जानामि, पुनः गन्तव्यं भवति, अतः मध्ये अस्तु अस्तु, चिन्ता नास्ति। अस्तु, तर्हि घट भूतले अस्ति चेत् घटं स्थापयित्वा अभावम् अपसर्तुं शक्नुमः खलु? तत्र घटभूतलयोः मध्ये संयोगसम्बन्धः अस्ति। इदानीं वायौ संयोगसम्बन्धेन घटाभावस्य प्रतियोगी प्रदर्श्यते. इदानीं वायौ रूपम् आनयामश्चेत् यदि आनेतुं शक्नुमः चेत् तदा गुणगुणिनोः मध्ये कीदृशः सम्बन्धः भवति? समवायसम्बन्धः. अपि च यः अभावः, रूपस्य अभावः अस्ति, सः कीदृशः अभावः? अत्यन्ताभावः वा अन्योन्याभावः वा? पुनः प्रश्नं वदतु. वायौ अभावः, रूपस्य अभावः यः वर्तते, सः कीदृशः अभावः? भगिनी, अत्यन्त अभावः न, तत् अहं जानामि. अन्योन्य अभावः इति चिन्तयामि. किमर्थं तथा चिन्तयति भवती? अत्यन्त अभावः अस्ति चेत् तत्र वस्तुं स्थापयित्वा एव वयं अथवा संयोगेन संयोगसम्बन्धेन एव अत्यन्त अभावस्य निवारणं कुर्मः. संयोगसम्बन्धेन इति एकः विषयः, किन्तु अन्योन्याभावस्य विषये किञ्चित् चिन्तयतु. अन्योन्याभावः इत्युक्ते किम् इति उक्तवन्तः? घटः पटः न, पटः घटः न इति कथनमेव अन्योन्याभावः आसीत्. किमर्थं चेत् तादात्म्यसम्बन्धेन पदार्थः स्वस्मिन् तिष्ठति इति कारणतः. इदानीं गुणगुणिनोः मध्ये कीदृशः सम्बन्धः अस्ति? समवायसम्बन्धः. तर्हि तत्र अन्योन्याभावं स्थापयितुं शक्नुमः वा इति चिन्तनं भवतु. न, अत्यन्त अभावः भवती वायुः उदाहरणं दत्तवती किल. अत्र रूपम् अस्ति चेत् रूपस्य आनयनेन अभावः गच्छति वा इति भवत्याः प्रश्नं किल? सत्यम्. आम्, अस्ति चेत् तत् अत्यन्तसमवायः. किमर्थं चेत् संयोगः भवति किल अत्र, रूपम् अस्ति चेत् आनयति. रूपम् अस्ति चेत् वायौ तदा कीदृशः सम्बन्धः भवति? संयोगः वा समवायः वा? समवायः इति भवत्या संयोगः सम्बन्धः. कथं संयोगसम्बन्धः? वायुः अस्ति, न वायुः अस्ति पदार्थः, रूपम् इति यदुक्तवती सः गुणः. तर्हि गुणगुणिनोः मध्ये कीदृशः सम्बन्धः? समवायसम्बन्धः. तत्र तु प्रतियोगी अस्ति रूपम्. अस्तु, रूपः तादात्म्यसम्बन्धेन तत्र अभावस्य निवारणं न करोति खलु? समवायसम्बन्धेन करोति अभावस्य निवारणम्. तर्हि वायौ रूपस्य अभावः अस्ति चेत् कीदृशः अभावः सः? अत्यन्त अभावः वा अन्योन्य अभावः वा? अत्यन्त अभावः न, अन्योन्य अभावः भवति इति चिन्तयामि. न, कथम् इति चिन्तयतु. अन्योन्याभावस्य कथने तादात्म्यसम्बन्धः अनीतः खलु? घटः पठन पठः न इति साधयितुं तादात्म्यसम्बन्धस्य आवश्यकता अस्ति. आम्, किन्तु वायुः अस्ति, रूपम् अस्ति, वायौ रूपम् आनेतुम् आनयामश्चेत् तयोः मध्ये समवायसम्बन्धः, न तु तादात्म्यसम्बन्धः. तर्हि अत्र तादात्म्यसम्बन्धः सम्बन्धस्य न कोऽपि प्रसक्तिः अस्ति. तर्हि कीदृशः अभावः स्यात् अयम् अभावः? अत्यन्त अभावः अत्यन्त अभावः एव खलु यत्र तादात्म्यसम्बन्धः नास्ति तत्र अभावः भवति चेत् तद् अत्यन्त अभावः एव भवितुं शक्यते किल सत्यं महोदय अवगतं वा रत्ना भगिनी अत्यन्त अभावः अभावः निवारणं संयोगेन भवति किल संयोगसम्बन्धेन संयोगसम्बन्धेन एव इति न अस्तु अस्तु अत्र तादात्म्यसम्बन्धस्य कथनस्य आवश्यकता का इति चिन्तयामश्चेत् अन्योन्यसम्बन्धस्य ज्ञापनार्थं तादात्म्यसम्बन्धस्य आवश्यकता आसीत् अस्तु अस्तु सर्वे अपि पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति कारणतः अन्योन्याभावः पदार्थं विहाय अन्यत्र भवति पदार्थः प्रतियोगी अस्ति अभावस्य खलु तदर्थं तादात्म्यसम्बन्धे प्रतियोगिनं विहाय अन्यत्र सर्वत्र भवति अभावः प्रतियोगिनः इति अन्योन्याभावस्य कथनं तदर्थं तादात्म्यसम्बन्धस्य अवगमनम् इष्यते अस्तु इदानीम् अत्यन्त अन्योन्य अभावयोः भेदः कीदृशः इति चिन्तयामश्चेत् तदा चिन्तनं भवति यत् इदानीं वायौ रूपाभावः अस्ति अभावस्य प्रतियोगी अस्ति रूपं खलु आम् रूपं वायौ केन सम्बन्धेन भवितुमर्हति समवायसम्बन्धेन तर्हि समवायसम्बन्धः प्रतियोगितायाः अवच्छेदकः अस्ति अपरस्मिन् अभावे अन्योन्याभावे तादात्म्यसम्बन्धः प्रतियोगितायाः अवच्छेदकः आसीत् अत्र वायौ रूपमस्ति वा इति चिन्तने यदि रूपं वायौ अभविष्यत् तर्हि संयोगसम्बन्धेन अभविष्यत् इति कारणतः समवायसम्बन्धेन अभविष्यत् इति कारणतः समवायसम्बन्धः रूपनिष्ठप्रतियोगितायाः अवच्छेदकः अस्ति अस्तु वा इति मुख्यविषयः अस्ति तादात्म्यसम्बन्धस्य का आवश्यकता अन्योन्याभावस्य कथने इत्यस्मिन् विषये अस्तु इदानीम् अन्यः एकः विषयः चर्चितः अस्माकं वर्गे कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन घटस्य निर्माणं करोति इति आसीत् खलु एकं वाक्यमासीत् तर्हि तस्य कथनस्य का आवश्यकता समवायसम्बन्धेन वा भगिनि तादात्म्यसम्बन्धेन किल ओ समवायसम्बन्धेन आं क्षम्यताम् कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति कपालः घटस्य कारणम् इति वाक्यमस्ति तर्हि कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटम् उत्पादयति इत्यस्य कथनस्य का आवश्यकता इति किमपि चिन्तनमस्ति वा एव कारणं कपालः एव अधिकरणम् अपि वदतु नीता भगिनी सम्यक् एव अस्ति भवत्याः चिन्तनं कार्यं घटः कपालः स्वयमेव अधिकरणं स्वयमेव कारणम् अस्तु तर्हि तर्हि कपालः भवत्या यदुक्तं सत्यमेव, कपालः अधिकरणं कार्यस्य, कपालः कारणमपि इति भवत्या यदुक्तं सत्यं किल. इदानीं त्रयः निकषाः आसन् खलु कारणम् इति निर्धारयितुं. पूर्वस्मिन् पुटे त्रयः निकषाः, त्रिंशत् पुटे वा, त्रिंशत्तमे पुटे, त्रयः बुलेट् पायिण्ट्स् अस्ति खलु तत्र, एकं द्वे त्रीणि इति. तस्मिन् विषये किञ्चित् चिन्तयित्वा वदतु किमर्थं कपालः तादात्म्येन स्वस्मिन् स्थित्वा इति उक्तम् अस्ति इति घटनिर्माणकार्ये. रत्ना भगिनी किमपि चिन्तनमस्ति वा? अस्तु अस्तु वदतु भगिनि. कार्यस्य पूर्वमपि कार्यस्य पूर्वमपि कारणं स्थातव्यं. कारणं यत्र कार्यं भवति तत्रापि सर्वदा कारणं स्थातव्यम्. अस्तु तर्हि कारणं किम् अत्र घटनिर्माणे? कपालः. कार्यस्थानं किम् अत्र, अथवा कार्याधिकरणं किम्? कार्यस्थानमित्युक्ते कपालः एव. तर्हि कार्यमस्ति घटः, कारणमस्ति कपालः. कपालेन कुत्र स्थातव्यम्? घटः न, कपालेन अस्माकं निकषाः सन्ति कारणेन कार्याधिकरणे स्थातव्यम् इति. तर्हि कार्यमस्ति घटः, कार्याधिकरणमस्ति कपालः, कारणमस्ति कपालः. इदानीं वदतु कपालेन कुत्र स्थातव्यम्? प्रश्नः अवगतः वा? अस्तु, त्रयः निकषाः आसन् खलु कारणम् इति यद्वदामः, अस्माकम् उदाहरणे कपालः कारणमस्ति, तेन कारणेन कार्याधिकरणे भवितव्यं पूर्वमेव अपि च सर्वदा. कपालः अस्माकं कारणं घटनिर्माणकार्ये, कार्याधिकरणमपि कपालः. तर्हि चिन्तयतु कपालः कारणम् इति वदामश्चेत् कपालः कुत्र भवतु? कार्याधिकरणे भवतु किल? अत्र कार्याधिकरणं किम्? कपालः एव. कपालः एव, तर्हि कपालेन कुत्र भवितव्यं कार्याधिकरणे? वदतु रत्ना भगिनि. अत्र कार्याधिकरणं कारणं द्वौ अपि समानमेव कपालः, अतः कपालः स्वस्मिन् भवितव्यं. कार्याधिकरणं कारणं कार्याधिकरणे भवितव्यं, कारणं कार्याधिकरणे भवितव्यम्, अतः कपालः कपाले भवितव्यम्. तर्हि कपालः कपाले केन सम्बन्धेन भवति? तादात्म्यसम्बन्धेन भवति. तादात्म्यसम्बन्धेन भवति इति कारणतः तत्र उक्तम् अस्ति, कपालः घटनिर्माणकार्ये स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति. कपाल इदानीं वदतु, कपालघटयोः मध्ये कीदृशः सम्बन्धः? संयोगः सम्बन्धः न, चिन्तयतु, संयोगः नास्ति. अवयव अवयविनोः मध्ये कीदृशः सम्बन्धः? समवायसम्बन्धः. हा, समवायसम्बन्धः. क्षम्यतां, क्षम्यताम्. न, अस्तु, चिन्ता नास्ति. अस्तु, तर्हि इदानीम् अवगच्छति वा किमर्थम् अत्र कपालः तादात्म्येन स्थित्वा स्वस्मिन् समवायेन स्वस्मिन् घटम् उत्पादयति? कार्यम् अपि च कारणम् उभौ अपि समानाधिकरणे भवतु, कार्याधिकरणे भवतु. अत्र कार्यमस्ति घटः, कपालः अधिकरणं, कपालः कारणम् अपि. तर्हि कपालः कार्याधिकरणे भवतु इत्युक्ते कपालः स्वस्मिन् भवतु तादात्म्यसम्बन्धेन. तदनन्तरं घटः कारणं भूत्वा, न क्षम्यतां, कपालः कारणं भूत्वा घटम् उत्पादयति समवायसम्बन्धेन इति विषयः अवगन्तव्यम्. आम्, स्पष्टः वा? किमपि अन्यत् किमपि चिन्तनम् अस्ति वा अत्र? भगिनी, अत्र कपालः अवयवं भूत्वा समवायेन घटनिर्माणं करोति इति भवति वा, अथवा अन्ततो गत्वा कपालघटयोः मध्ये समवायसम्बन्धः इति जानीमः. किन्तु कपालः घटनिर्माणकार्ये कारणमपि. अस्तु, आम्, तदर्थं कारणम् अतः समवायीकारणम् इति उच्यते. अस्तु, यतोहि घटकपालयोः मध्ये समवायसम्बन्धः कार्यस्य समाप्तेः अनन्तरम्. अत्र कारणं कथं भवति भगिनि? अहं न अवगच्छामि. अत्र कपालः स्वस्मिन् कपालः कारणः अधिकरणः च तत्र तादात्म्यसम्बन्धेन घटम् आगच्छति. न, तादात्म्यसम्बन्धेन कपालः स्वस्मिन् स्थित्वा समवायेन घटं निर्माति. समवायसम्बन्धः भवति चेत् अत्र गुणगुणिनोः मध्ये भवति किल? गुणगुणिनोः मध्ये, अवयव अवयविनोः मध्ये. आम्, स्मरति वा? अत्र अवयवी अवयवी अस्ति घटः, यतोहि घटस्य कपालद्वयं भवति. कपालः अवयवः भवति, घटः अवयवी भवति. यस्मिन् अवयवः अस्ति सः अवयवी. तर्हि अवयव अवयविनोः मध्ये समवायसम्बन्धः. अस्तु, किन्तु अत्र किमर्थं तादात्म्यसम्बन्धस्य आवश्यकता आसीत्? लेखकस्य व्यथाविवरणं दत्तं वा इति चिन्तनमस्ति चेत् मनसि, तस्य निवारणार्थं तादात्म्यसम्बन्धस्य कथनेन अत्र वक्तुम् इच्छति यत् कपालः स्वस्मिन् इत्युक्ते अधिकरणे भूत्वा तादात्म्यसम्बन्धेन घटं निर्माति समवायेन इति. अस्तु, अस्तु, हा, इदानीं तादात्म्यसम्बन्धस्य कथनेन किं साधितम् इति जानीमः. कपालः अधिकरणे भवति तादात्म्येन इति वक्तुम्. अनन्तरम् अन्योन्याभावस्य कथने तादात्म्यसम्बन्धस्य प्रयोजनं किम् इति अपि चर्चितवन्तः, खलु? आम्, अन्योन्य अत्यन्त अभाव अनयोः मध्ये भेदं स्थापयितुं तादात्म्यसम्बन्धस्य आवश्यकता आसीत् इति चर्चा जाता. तर्हि अन्योन्याभावः कीदृशः इति वदामश्चेत् अन्योन्याभावः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः इति उच्यते. अवगच्छति वा? पुनः वदतु भगिनि. तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः इति समस्तपदमस्ति. अन्योन्याभावे प्रतियोगी घटाभावः इति घटस्य विषये वदामश्चेत् तत्र अन्योन्याभावे प्रतियोगी कः? घटः. घटः स्वस्मिन् तादात्म्येन तिष्ठति. तर्हि घटे या प्रतियोगिता अस्ति सा प्रतियोगिता तादात्म्यसम्बन्धेन अवच्छेद्या भवति इति अवगच्छति वा? रत्ना भगिनि किमपि चिन्तनम् अत्र? भगिनि पुनः वदतु तद्. हा, इदानीम् अन्योन्याभावस्य विषये चर्चा भवति चेत् तत्र घटः तादात्म्ये सम्बन्धेन स्वस्मिन् तिष्ठति. आम्. इत्यतः घटं विहाय अन्यत्र सर्वत्र भवति अभावः घटस्य. तर्हि तादृशस्य अभावस्य प्रतियोगी कः? घटः. घटः. घटः प्रतियोगी चेत् घटे प्रतियोगिता भवति किल? आम्. आम्. घटे या प्रतियोगिता अस्ति सा प्रतियोगिता कीदृशी इति प्रश्नः भवति चेत् तदा सा च प्रतियोगिता तादात्म्यसम्बन्ध अवच्छेद्या भवति. मनसि तद् चित्रमस्ति वा? घटाभावः उपरि अनियोगी इति आसीत्. चित्रं रचयति चेत् अपि च घटः इति भवति, घटे घटत्वम् अस्ति, घटे प्रतियोगिता अस्ति. घटत्वं घटत्वे अवच्छेदकता अस्ति, प्रतियोगितायाम् अवच्छेद्यता अस्ति इति पूर्वमपि दृष्टवन्तः खलु. तथा एव अत्र अन्योन्याभावविषये, घटस्य अन्योन्याभावविषये, घटस्य तादात्म्यसम्बन्धे अवच्छेदकता अस्ति. भगिनि चित्रं लिखामः चेत् कथं भवति? किञ्चित् सहायं करोतु. अस्तु, रचयामः. अष्टाविंशतिः पुटे लेखनी कागदमस्ति चेत् वयमेव रचयितुं शक्नुमः. पार्श्वे यथा भगिन्या उक्तं, किं भगिनि? अष्टाविंशति. अष्टाविंशति अपि पञ्चविंशति पश्यतु. पश्यति वा? तस्मिन् पुटे यत्र वृष्टिजलम् इति अस्ति तत्र घटः भवतु. अस्तु, घटे घटत्वम् अस्ति, घटे प्रतियोगिता अपि अस्ति, घटत्वे अवच्छेदकता अस्ति, प्रतियोगितायां घटत्वं घटे घटत्वम् अस्ति, घटत्वे अनन्तरं अवच्छेदकता. अनन्तरं किं किम् अस्ति घटे? अन्यत् किम् अस्ति अत्र? मनसि प्रतियोगिता अस्ति. प्रतियोगिता अस्ति. तर्हि मनसि इदमपि स्थापयतु यद् वयम् इदानीम् अन्योन्याभावस्य विषये चर्चां कुर्वन्तः स्मः इति. अस्तु, घटे घटत्वम् अस्ति, घटे प्रतियोगिता अपि अस्ति, घटे अन्यत् किम् अस्ति? स्वस्मिन् यः सम्बन्धः अस्ति घटे सः तादात्म्यसम्बन्धः. हा, तादात्म्यसम्बन्धः अस्ति खलु. इदानीं घटे घटत्वं प्रतियोगिता अपि च तादात्म्यसम्बन्धः अपि अस्ति. अस्तु, घटे या प्रतियोगिता अस्ति तस्य अवच्छेदकः कः? घटे या प्रतियोगिता अस्ति तस्य अवच्छेदकः घटत्वं. सत्यं, भवत्या सम्यक्तया उक्तं, घटत्वम् अस्ति अवच्छेदकधर्मः घटे. इदानीम् अन्योन्याभाव सन्दर्भे अन्यत् अपि अस्ति खलु सम्बन्धः एकः, तादात्म्यसम्बन्धः. सः सम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः अस्ति वा? पुनः पुनः न, तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः अस्ति वा इति प्रश्नः. आम् आम् खलु. तर्हि यथा सा घटत्वम् घटत्वे अवच्छेदकता आसीत् तथा एव तादात्म्यसम्बन्धे अपि अवच्छेदकता अस्ति. तदर्थम् अन्योन्याभावे अन्योन्यभावनिमित्तं या प्रतियोगिता अस्ति तस्याः प्रतियोगितायाः अवच्छेदकः अस्ति तादात्म्यसम्बन्धः. इदानीं वायौ रूपं नास्ति इत्यस्मिन् कथने तत्र रूपम् अस्ति प्रतियोगी वायुः अपि च रूपम् अनयोः मध्ये समवायसम्बन्धः एव भवितुमर्हति. तदा समवायसम्बन्धः अवच्छेदकः भवति तस्य प्रतियोगितायाः, तस्य रूपाभावस्य प्रतियोगितायाः. प्रश्नः अस्ति वा? अवगमनं जातम्? नूतननूतननामकरणम् अस्ति मनसि, स्मृत्वा स्मृत्वा वक्तव्यं भवति. सत्यं, कनेक्षन् कर्तुं किञ्चित् कठिनम् अस्ति. अस्तु, मनसि तद् चित्रम् अस्ति चेत् अन्योन्याभावस्य विषये चर्चा यदा भवति अन्योन्याभावः दक्षिणपार्श्वे स्थापयतु. अन्योन्याभावे अनुयोगिता अस्ति. इदानीं घटः इति वामपार्श्वे स्थापयतु पुटस्य. तत्र घटे घटत्वं घटे तादात्म्यसम्बन्धः घटे प्रतियोगिता अस्ति. एषा प्रतियोगिता तादात्म्यसम्बन्धेन अवच्छेद्या भवति इति विषयः. तत्र तत्र अवगमनं जातम् इति चिन्तयामि. भगिनि, आम्, एषा प्रतियोगिता तादात्म्यसम्बन्धेन अवच्छेद्या भवति अथवा अवच्छिन्ना भवति इति कारणतः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः अन्योन्याभावः इति उच्यते. कुत्रचित् वाक्यमपि लिखति वा? तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकः अन्योन्याभावः. तर्हि अन्योन्याभावः कीदृशः? तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकः इति मनसि स्यात्. इदानीम् अवगच्छति वा रत्ना भगिनि? आम्, तादात्म्यसम्बन्धावचिन्न प्रतियोगितकः प्रतियोगिताकः अन्योन्याभावः. अन्योन्याभावः, इति अवगतम्। इदानीम् अत्यन्ताभावस्य विषये किञ्चित् चर्चां कुर्मः। अस्तु, रूपः अस्ति, रूपम् इति गुणः, रूपं वायौ नास्ति, रूपं वायौ नास्ति इति कीदृशः अभावः? अन्योन्याभावः। चिन्तयतु, घटः पटः न पटः अत्यन्ताभावः, अत्यन्ताभावः वायौ रूपं नास्ति इति अत्यन्ताभावः। केन सम्बन्धेन वायौ नास्ति? समवायसम्बन्धेन नास्ति, समवायसम्बन्धेन वायौ रूपं नास्ति इति वयं जानीमः। तर्हि एतत् मनसि स्थापयित्वा, समवायसम्बन्धेन नास्ति इति स्थापयित्वा, सः अत्यन्ताभावः कीदृशः इति वदतु वाक्यमुपयुज्य। अन्योन्याभाव भावस्य कथने अस्माभिः उक्तं यत् तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता कः इति। इदानीं वायौ रूपं नास्ति इति अभावस्य कथने वाक्यं कीदृशं स्यात्? समवायसम्बन्धावच्छिन्न प्रतियोगिता कः अत्यन्ताभावः, अत्यन्ताभावः रूपस्य अत्यन्ताभावः। समीचीनमस्ति, बहु समीचीनम्। इदानीं घटः भूतले नास्ति इति एकः अभावः अस्ति, घटः भूतले नास्ति। यदि घटः भूतले अभविष्यत् तर्हि केन सम्बन्धेन अभविष्यत्? संयोगसम्बन्धेन। हा, संयोगसम्बन्धेन अभविष्यत्। घटः भूतले नास्ति इति अभावः अभावस्य प्रतियोगिता संयोगसम्बन्धेन अवच्छेद्या अस्ति। तर्हि वाक्यं वदतु। भगिनी, अहं प्रथमतया लिखितवती किल, तद् दृष्ट्वा वदामि। मनसि सम्पूर्णतया नास्ति अथवा स्मरणं नास्ति सम्पूर्णतया, किञ्चित् प्रयत्नं करोमि। क्षम्यतां, संयोगसम्बन्धावचिन्न प्रतियोगिताकः अत्यन्ताभावः इत्येव विषयः। किमर्थम् अन्योन्याभावस्य निदर्शनार्थं तादात्म्यसम्बन्धः आवश्यकः इति चेत् इममेव भेदं प्रदर्शयितुम्। अस्तु, इदानीं किञ्चित् अवगतम्। केन सम्बन्धेन अभावस्य प्रतियोगिता अवच्छेद्या भवति इति प्रदर्शयितुं, तादात्म्यसम्बन्धेन वा, समवायसम्बन्धेन वा, संयोगसम्बन्धेन वा, हा इति प्रदर्शयितुं तादात्म्यसम्बन्धस्य विवरणम् आवश्यकम् आसीत्। अस्तु, तर्हि वाक्यत्रयमासीत् खलु, अन्योन्याभावस्य तादात्म्यसम्बन्धावचिन्तप्रयोगिता कः इति। घटः भूतले नास्ति इति अभावः संयोगसम्बन्धावचिन्नप्रतियोगिता कः। वायौ रूपं नास्ति इति अभावः समवायसम्बन्धावचिन्नप्रतियोगिता कः इति वाक्यत्रयम्। अत्र प्रश्नः अस्ति वा अथवा अन्यत् किमपि चिन्तनम्? एतद् विषयं चिन्तयित्वा अनन्तरं प्रश्नः भवति, इदानीं नास्ति। प्रश्नः अस्ति चेत् पृच्छतु भगिनि। इदानीं नास्ति, इदानीं स्पष्टं भवति। भगिनी, इत्युक्ते अत्यन्त अभावः समवायसम्बन्धः अपि भवितुम् अर्हति अथवा संयोगसम्बन्धः अपि भवितुम् अर्हति, किन्तु अस्माभिः समवायः संयोगः स्वरूपसम्बन्धः तादात्म्यसम्बन्धः इति लक्षिताः खलु। तर्हि तादात्म्यसम्बन्धं विहाय अन्यत् किमपि सम्बन्धम् अस्ति चेत् सः अभावः अन्योन्याभावः इति स्पष्टं स्यात्। भवत्याः प्रश्नः आसीत् वा? किमपि वदन्ती आसीत् भवती? अहम् अवगच्छामि तादात्म्यसम्बन्धेन एव अन्योन्य अभावस्य निवारणं भवितुम् अर्हति। सत्यं, हा, तत् स्पष्टम्। अत्र अत्यन्त अभावस्य निवारणं संयोगसम्बन्धेन भवितुम् अर्हति अथवा समवायसम्बन्धेन भवितुमपि अर्हति। सत्यम्, अस्तु। अन्यत् कोऽपि सम्बन्धेन अत्यन्त अभावस्य अन्यः एकः सम्बन्धः स्वरूपसम्बन्धः। स्वरूपसम्बन्धः, अस्तु। स्वरूपसम्बन्धः कुत्र कुत्र भवति इति चिन्तयामश्चेत् घटाभावः स्वरूपसम्बन्धेन भूतले अस्ति अथवा प्रतियोगिता स्वरूपसम्बन्धेन प्रतियोगिनी अस्ति इति विषयः आसीत् खलु। तर्हि अत्र अभावस्य एव अभावनिवारणाय किमपि नास्ति अत्र स्वरूपसम्बन्धस्य विषये। तदर्थम् अहं चिन्तयामि यत् संयोगसम्बन्धेन अथवा समवायसम्बन्धेन यः अभावः यस्य अभावस्य प्रतियोगिता अवच्छेद्या भवति तादृशः अभावः अत्यन्त अभावः इति। भगिनी, अत्र एकोनत्रिंशत्तमे पुटे चित्रमस्ति किल? सत्यं। तत्र भूतलं दैशिकविशेषणतास्वरूपं दैशिकविशेषणता इत्युक्ते स्वरूपसम्बन्धः इति जानीमः, दैशिकविशेषणता इत्युक्ते किम् इति महोदयः अपि पृष्टः आसीत्, सः अन्विष्य वदामि इति उक्तवान् आसीत्। अस्तु, अस्तु। स्पष्टः अस्ति चेत् अग्रे सरामः वा अथवा प्रश्नाः सन्ति वा? मम समीपे तर्हि नीता भगिनी पठति वा? अधिकरणस्यापि भवति अनुयोगी। अधिकरणस्यापि भवति अनुयोगी इति संज्ञा। अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः अनुयोगिता अपि उक्ता। अस्य च अनुयोगिता शब्दस्य अन्यत्र अपि प्रयोगः दृश्यते। न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगी इति व्यवहारः दृश्यते, यथा भूतलं घटानुयोगी। अत्र भूतलम् अनुयोगि चेत् अनुयोगिता भूतले भवति, इयं च अनुयरूपा। किन्तु अधिकरणनिष्ठधर्म इति अधिकरणता एव। तथा च भूतले घटानुयोगिता अस्ति इति अस्तित्वौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः। एतां च अधिकरणता अस्तु यत् पठितं भवत्या तद् बुद्धं वा? किञ्चित् अन्य नूतन नामकरणमस्ति अधिकरणस्य पदस्य, अहं तदेव जानामि. अस्तु, तर्हि वाक्यशः पठित्वा किञ्चित् प्रतिपादयतु. अभावाः एतावता निरूपिताः. इदानीमेव वयं भवती कथनं कृतवती अभावः कीदृशानि अस्ति इति. तन्निष्ठविरोधः अनुयोगिता अपि उक्ता. अभावे किम् अस्ति? चित्रं मनसि अस्ति चेत् अभावे किं भवति? प्रतियोगिता अनुयोगिता अस्ति. सत्यं, हा, अभावे अनुयोगिता अस्ति. सः एव तन्निष्ठविरोधः अनियोगिता इति उच्यते. अस्तु, अग्रे. एतावत् एतावत् पर्यन्तम् अनियोगिता इत्युक्ते हा सत्यम्, अभावे अभावनिष्ठ अनुयोगिता इति एतावत् पर्यन्तं वयं पठितवन्तः. किन्तु अनुयोगितायाः नूतना परिभाषा अपि अस्ति इति अग्रे अस्ति. भगिनि, अत्र एकं क्षम्यताम्, अभावाः एतावता निरूपिताः, तत् सम्यक्. तन्निष्ठः विरोधः, तन्निष्ठः अभावस्य निष्ठः इति भवति वा? सत्यं, मनसि चित्रमस्ति चेत् मनसि अभावः इति उक्त्वा अभावनिष्ठ अनुयोगिता निरूपिता इति वदति खलु. आम् आम्. किन्तु विरोधः इति किमर्थम् उक्तम् अत्र? तन्निष्ठ नाम विरोधः किल, अतः एव तस्य विरोधः, प्रतियोगितायाः विरोधः. सत्यं सत्यं, तन्निष्ठ प्रतियोगितायाः विरोधः, सत्यमेव. हा, अत्र किन्तु अभावस्य विरोधः इति तत्निष्ठः किं निष्ठः? तस्मिन् निष्ठः, तन्निष्ठः समासपदम्. ओ, तस्मिन् निष्ठः, अभावे निष्ठः, विरोधः इत्युक्ते प्रतियोगितायाः विरोधः. सत्यम्. अस्तु, अभावस्य विरोधी अस्ति प्रतियोगी, तस्य अभाव तस्य विरोधः अस्ति अभावे इति अर्थः. अस्य च अनियोगिता शब्दस्य अन्यत्र अपि प्रयोगः दृश्यते. अग्रे, न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगि इति व्यवहारः दृश्यते. एतावता अनियोगि अनुयोगि इत्युक्ते कः? अस्य वाक्यस्य पठनात् पूर्वम् अनियोगि इत्युक्ते कः? अभावः. अभावः, किन्तु अधुना कः अनियोगी? अधिकरणः. अधिकरणं, नीता भगिनि? आम् आम्, अवगच्छति वा? आम् अवगतम् अवगतम्. यथा भूतलं घटानुयोगी, अत्र भूतलम् अनुयोगी, अत्र भूतलम् अनुयोगी चेत् अनुयोगिता भूतले भवति. इयं च अनुयोगिता न अभावनिष्ठविरोधरूपा. एषा अनुयोगिता न तु अभावनिष्ठ अनुयोगिता. पुनः, एषा अनुयोगिता, इयं च अनुयोगिता इत्युक्ते एषा अनुयोगिता यस्याः विषये इदानीं वदामः, सा अनुयोगिता अभावनिष्ठ अनुयोगिता नास्ति, किन्तु भूतलनिष्ठ अनुयोगिता अस्ति. तदर्थं भूतलम् अनुयोगी. आम्, भगिनी अत्र न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगी इति व्यवहारः दृश्यते, यथा भूतलं घटानुयोगी. भूतले घटः अस्ति इत्यस्य वदने आसन्दे यज्ञदत्तः आसन्दे अस्ति इत्यस्य वदने आधारः अथवा अधिकरणम् अस्ति आसन्दः यज्ञदत्तः आधेयः खलु. तथा भूतलः भूतलम् अस्ति अनु घटः अस्ति आधेयः. किन्तु नूतनतया संज्ञा कृता अधिकरणस्यापि अनुयोगी इति इदानीमेव. केवलम् अभावः नास्ति अनुयोगी, अधिकरणमपि अनुयोगी इति नूतनतया संज्ञा कृता अस्माभिः खलु. तदर्थं भूतलम् अस्ति घटानुयोगी. अधिकरणम् आधारः समानमेव. यथा भूतलं घट अनुयोगी. अस्तु, अनुयोगी इत्युक्ते अत्र प्रतियोगिता अधिकरण इति अर्थम्. हा सत्यम्, अधिकरणमेव अनुयोगी अत्र. भूतलमपि इदानीम् अनुयोगी. घटस्य अधिकरणं घटाधिकरणं, घटस्य अनुयोगी घटानुयोगी भूतलम्. किञ्चित् भ्रमात्मकविषयः भवति किल भगिनि, किमर्थं न्यायशास्त्रं तथा एव इति चिन्तयामि. सम्यक्, किन्तु किञ्चित् कारणम् अस्ति वा? कारणम् अस्तु, किमर्थम् इदानीं नूतनतया अधिकरणस्यापि अनुयोगी संज्ञा दत्ता इति अहं न जानामि. अस्तु, किन्तु विषयः अयं यत् एतावत् पर्यन्तम् अनुयोगी इत्युक्ते केवलम् अभावः एव एतावत् पर्यन्तं, किन्तु अधुना नूतनतया संज्ञा कृता अधिकरणमपि अनुयोगी इति. तर्हि यथा यदा अनुयोगी इति वदामश्चेत् सः तत् पदं प्रासङ्गिकः भवति, इत्युक्ते कस्मिन् काण्टेक्स्ट् मध्ये वदामः इति चिन्तयित्वा अधिकरणम् अनुयोगी अस्ति वा अथवा अभावः अनुयोगी अस्ति वा इति चिन्तनीयं भवति. अस्तु अस्तु, अहं जस्ट् थिङ्किङ्ग् अलौड्, मम चिन्तनम् अस्ति भूतले संयोगेन घटाभावस्य निवारणं कर्तुं शक्नुमः, किन्तु अन्योन्याभाव तादात्म्यसम्बन्धेन कदापि कर्तुं न शक्नुमः. अन्योन्याभावस्य निवारणं भूतले कर्तुं न शक्नुमः. अतः भूतलं सर्वदा घटानुयोगी. ओ बहु समीचीनं भगिनि, तथा मया न चिन्तितं, प्रायः स्यात् इति अहं सत्यं अहं न जानामि तस्मिन् विषये, किन्तु तथा भवितुम् अर्हति प्रायः, यतोहि घटाभावः घटं विहाय सर्वत्र अस्ति खलु. तर्हि सर्वे विरोधिनः एव घटाभावस्य कृते. इत्युक्ते सर्वत्र अभावः भवति चेत् सर्वे अनुयोगिनः घटाभावस्य कृते. आम् आम्, घटं विहाय सर्वे घटाभावस्य घटस्य अनुयोगिनः घटाभावस्य अनुयोगिनः घटाभावस्य अनुयोगिनः प्रायः स्यात् अहं न जानामि, किन्तु अधुना आरभ्य अनुयोगी इत्युक्ते अधिकरणम् अपि इति ज्ञातव्यम्. नीता भगिनि, किन्तु अधिकरणनिष्ठः धर्म इति अधिकरणता एव, तथा च भूतले किं रत्ना भगिनि? न, यत् भूतले घटयोगी, अत्र भूतलम् अनुयोगी चेत् अनुयोगिता भूतले भवति. अस्तु, क्षम्यतां, किञ्चित् विलम्बेन मम मनसि गच्छति. इयं च अनुयोगिता न अभावनिष्ठविरोधरूपा. इयं च अनुयोगिता, इयम् इत्युक्ते एषा अनुयोगिता, अभावनिष्ठविरोधरूपा न, किन्तु एषा अनुयोगिता अधिकरणनिष्ठः धर्मः. अधिकरणता इति यः धर्मः अस्ति, यथा घटे घटत्वं, पटे पटत्वम्, अधिकरणे अधिकरणत्वम् अथवा अधिकरणता इति यः धर्मः अस्ति, सः एव धर्मः एषा अनुयोगिता. आम्, किन्तु तस्मिन् पूर्वे इयं च अनुयोगिता न अभावनिष्ठविरोधरूपा. पूर्वं वयम् अनुयोगिता इत्युक्ते विरोधः, एकः विरोधस्य नाम किल, तद् नास्ति इति. विरोधस्य प्रतियोगितायाः विरोधस्य नाम अनुयोगिता, इति पूर्वं वयं जानीमः. अत्र अभावनिष्ठविरोधरूपा, अभावस्य निष्ठा, अभावे निष्ठा, अभावे, अभावे निष्ठा विरोधरूपा अनुयोगिता नास्ति, किन्तु अधिकरणनिष्ठ. भगिनी, अभावे निष्ठा विरोध इत्युक्ते प्रतियोगिता भवति किल? न भगिनी, अभावे निष्ठविरोधः सर्वदा अनुयोगिता एव खलु. चित्रं मनसि स्यात्, हा, अभावे अनुयोगिता अस्ति, प्रतियोगिता अस्ति कस्मिंश्चित् पदार्थे, घटे वा पटे वा. तर्हि अभावनिष्ठविरोधरूपा अस्ति अनुयोगिता सर्वदा. प्रतियोगिता अस्ति घटनिष्ठा अथवा पटनिष्ठा, किन्तु अनुयोगिता सर्वदा अभावनिष्ठा एव. अभावनिष्ठा प्रतियोगितायाः विरोधरूपः. सत्यम्. अभावनिष्ठ एव. अस्तु अस्तु, एषा अनुयोगिता अभावनिष्ठविरोधरूपा नास्ति अधुना. आम्, किन्तु किमस्ति नीता भगिनी? अधिकरणनिष्ठ धर्म इति. हा, इयं च अनुयोगिता अधिकरणनिष्ठधर्मः, अधिकरणता एव. अवगतं वा? प्रश्नः अस्ति वा? प्रश्नः न, किञ्चित् भ्रमः अस्ति. अभावनिष्ठविरोधरूप, अभाव, एतद् नूतनमस्ति, डैजेस्ट् कर्तुम् इतोपि समयः आवश्यकः इति चिन्तयामि. आम्, आम्, तर्हि इयं च अनुयोगिता अधिकरणनिष्ठा अनुयोगिता. अधिकरणस्य धर्मः अस्ति, अधिकरणे कश्चन धर्मः अस्ति, अधिकरणता इति, सा एव अधिकरणता, एषा अनुयोगिता, न तु अभावनिष्ठा अनुयोगिता इति सारांशः. सुनीता भगिनी, अन्तिमवाक्यं पठतु कृपया. तथा च, तथा च भूतले घटानुयोगिता अस्ति इति युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. इदम् अवगच्छति वा? भूतले घटानुयोगिता अस्ति, इदानीं भूतलम् अस्ति, भूतले घटम् अस्ति. भूतले घटाधिकरणता अस्ति इति वक्तुं शक्नुमः खलु? भूतलम् अस्ति घटस्य अधिकरणं, तर्हि भूतले घटाधिकरणम् घटाधिकरणता अस्ति इति वक्तुं शक्नुमश्चेत् भूतले घटानुयोगिता अस्ति इति वदनेन न कोऽपि दोषः। भूतले घटाधिकरणकरणता अस्ति, घटस्य अधिकरणमस्ति भूतलं, तर्हि भूतले अधिकरणता अस्ति। भूतले अधिकरणता अस्ति इति यदा वदामः तदा भूतले घटानुयोगिता अस्ति इति अपि वक्तुं शक्नुमः। तर्हि घटानुयोगिता अस्ति इति वदनेन घटाधिकरणता अस्ति इति अर्थः ग्राह्यः इति सारांशः। अधुना पर्यन्तम् अनुयोगी इत्युक्ते अधिकरणम् अपि इति। अस्तु, अग्रे रत्ना भगिनी पठति वा? आम् अग्रे अहम् अग्रे गत्वा एतत् स्पष्टः भविष्यति चिन्तयामि, किन्तु इदानीं कोऽपि घटानुयोगी इति वदति चेत् अभावस्य कारणेन भूतले घटानुयोगिता अस्ति इति कोऽपि वदति चेत् अभावस्य कारणेन वदति वा अथवा अधिकरणस्य कारणेन वदति वयम् अनुयोगी इति यदा वदामः तर्हि अनुयोगी इत्यस्य पदस्य व्याकरणदृष्ट्या अर्थः अस्ति यस्मिन् अनुयोगिता अस्ति सः अनुयोगी, खलु? हा, अनुयोगिता इत्युक्ते विरोधः इति पूर्वं दृष्टम् अस्माभिः। तर्हि पूर्वम् अभावः आसीत् यस्मिन् अनुयोगिता आसीत्, तर्हि अभावः अनुयोगी इति वयं अवदाम। किन्तु अधुना अधिकरणम् अपि अनुयोगी इति नूतनतया संज्ञा कृता, अधिकरणस्य अधिकरणम् अनुयोगी। अधिकरणे अधिकरणता अस्ति अपि च अधिकरणे अनुयोगिता अपि अस्ति, तदर्थम् अधिकरणम् अनुयोगी न तु अभावः अस्मिन् प्रसङ्गे। इदानीम् अभावस्य विषयं त्यक्त्वा केवलम् अधिकरणम् आदेयः भूतले घटः अस्ति। आम् आम्, तद् अहम् अवगच्छामि। अहं किं वदामि चेत् सन्दर्भं त्यक्त्वा कोऽपि वदति चेत् अनुयोगी इत्युक्ते वयं ज्ञातुं न शक्नुमः अभावनिष्ठा अनुयोगिता वा अथवा अधिकरणनिष्ठा अनुयोगिता वा इति। अस्तु, इदानीं तदर्थमेव अत्र उक्तम् अस्ति भूतले घटानुयोगिता अस्ति इति वाक्ये भवती किं चिन्तयति? इदानीं भूतले घटानुयोगिता अस्ति इत्युक्ते भूतले अधिकरणता अस्ति, तत्र घटः अस्ति भूतले, अतः भूतले घटानुयोगिता अस्ति इति स्पष्टः। सत्यम्, इति स्पष्टः खलु? अस्मिन् सन्दर्भे तथा अस्ति, तर्हि प्रायः प्रासङ्गिकः भवति, काण्टेक्स् दृष्ट्वा वक्तुं शक्नुमः अनुयोगी कः इति। आम् अस्तु, अग्रे पठतु चेत् अग्रे पठतु। एतां च अधिकरणतारूपां अनुयोगिता आदाय भेदात्यन्ताभावयोः वैलक्षण्यं संप्रदाये इत्थं वर्णयन्ति। हा, एकनिमिषः। एतां च अधिकरणतारूपम् अनुयोगिता, अधिकरणतारूपम् अनुयोगिताम् आदाय, अधिकरणतारूपम् अनुयोगिता इदानीं विवृतम् अस्ति. अनुयोगिता इत्युक्ते अधिकरणता इति. तर्हि एतम् अधिकरणतारूपम् अनुयोगिताम् आदाय भेदात्यन्त अभावयोः, भेद अत्यन्त अभावयोः, भेदाभावः इत्युक्ते अन्योन्याभावः इति अर्थः. तर्हि अन्योन्याभावः अत्यन्ताभावयोः मध्ये वैलक्षण्यं सम्प्रदाये इत्थं वर्णयति. वैलक्षण्यम् इत्युक्ते डिफ्रेन्सस्. अधुना पर्यन्तम् अस्माभिः तादात्म्यसम्बन्धं, संयोगसमवायसम्बन्धं स्वीकृत्य अत्यन्ताभावः अन्योन्याभाव अनयोः मध्ये भेदः कः इति चर्चितं, भेदः कः इति चर्चितः. इदानीम् अधिकरणतारूपम् अनुयोगितां स्वीकृत्य भेदात्यान्ताभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयति. ओ भेदाभावः इत्युक्ते अन्योन्याभावः इति मनसि भवतु. यत्र यत्र वदन्ति भेदात्यान्ताभावः, तर्हि अन्योन्याभावः अत्यन्ताभावः इति अर्थः. अग्रे पठति वा भगिनि? हा आं पठामि. अभावः एकनिमिष. हा अत्यन्त अभावस्थले भेदनाय प्रतियोगाय क्षम्यतां बोधनाय प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य च सप्तमी विभक्ति. यथा भूतले घटो नास्ति इति अत्यन्ताभावबोधकः प्रयोगः, अत्र च घटाभावः भूतले अस्ति. अभावप्रतियोगिता घटे, तद्वाचकपदोत्तरं प्रथमा विभक्तिः भवति. अभावानुयोगी भूतलम्, अतः तद्वाचकपदोत्तरं सप्तमी विभक्तिः भवति. एवमेव वायौ रूपं नास्ति, रूपे विषयः नास्ति, विशेषः नास्ति, क्षम्यतां विशेषः नास्ति इति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया. अस्तु, इदानीम् अनुयोगी इत्युक्ते अधिकरणम् इति मनसि निधाय किञ्चित् प्रतिपादयतु. कथम् अत्यन्ताभावः बोधितः इति? हा, अत्यन्त अभावस्थले बोधनाय, अस्तु, अत्यन्त अभावः बोधनाय प्रतियोगिवाचकपदस्य प्रथमा विभक्तिः, अनुयोगिवाचकपदस्य च सप्तमी विभक्तिः भवति. यथा भूतले घटः नास्ति अत्यन्ताभावबोधकः प्रयोगः. हा अस्तु, अत्र अत्यन्ताभावबोधकः प्रयोगः भूतले घटः नास्ति इति. अत्र अनुयोगी इत्युक्ते अधिकरणः भूतलः, अधिकरणं भूतलं भवति, घटः प्रतियोगी भवति. प्रतियोगी भवति. अस्तु, इदानीं प्रतियोगिनः का विभक्तिः, अनुयोगिनः का विभक्तिः? घटः प्रतियोगी प्रथमा विभक्ति, प्रतियोगी भूतलम् अनुयोगी सप्तमी विभक्ति. सप्तमी विभक्ति. अस्तु, अग्रे. अत्र च घटाभावः भूतले अस्ति. आम् अभावप्रतियोगिता घटे, अत्र च घटाभावः भूतले अस्ति, अभावप्रतियोगिता घटे. एषः तु सामान्यविषयः, किन्तु विपरीतक्रमेण उक्तः अस्ति. घटाभावे प्रतियोगिता कस्मिन् अस्ति? घटे अस्ति. घटे अस्ति. आम्, अभावप्रतियोगिता घटे. तद्वाचकपदोत्तरं प्रथमा विभक्तिः भवति. किं वाचकपदोत्तरं? तद् इत्युक्ते घटः. हा, घटः इत्युक्ते घटो प्रतियोगिता वाचकपदं. सत्यं सत्यं. प्रतियोगिवाचकपदं न तु प्रतियोगिता. घटः अस्ति, घटः अस्ति प्रतियोगी, अथवा घटे अस्ति प्रतियोगिता. घटं घटः प्रथमा विभक्तिषु भवति. अभावानुयोगी भूतलम्. आम्, अतः तद्वाचकोत्तरपदं सप्तमी विभक्तिः भवति. अवगतं वा? सप्तमी विभक्ति कस्य? भूतले. भूतलं किम् अत्र? अत्र अभावानुयोग. हा, अभावानुयोगी इत्युक्ते अधिकरणं. आम्, अधिकरणं वा अनुयोगी. भूतल भूतलमस्ति अनुयोगी, तर्हि तद्वाचकपदस्य उत्तरं भवति सप्तमी विभक्तिः. एवमेव एवमेव वायौ रूपं नास्ति, रूपे विशेषः नास्ति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा, अनुयोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया. इत्युक्ते उदाहरणार्थं लिखितवन्तः, वायौ रूपं नास्ति इत्युक्ते अत्र रूपं प्रतियोगिता अस्ति. वायुः अनुयोगिता अथवा अधिकरणम् अस्ति. वायौ अनुयोगिता अस्ति, वायुः अनुयोगी अस्ति. तर्हि कीदृशः अभावः एषः? यत्र यत्र प्रतियोगिनः प्रथमा विभक्ति अपि च अनुयोगिनः सप्तमी विभक्ति भवति, सः अभावः कीदृशः अभावः? प्रतियोगी प्रथमा, अनुयोगी सप्तमी, अत्यन्ताभावः. सत्यम्, अत्यन्ताभावः. प्रथमवाक्यमेव आसीत् अत्यन्ताभावस्थले बोधनाय प्रतियोगिवाचकस्य प्रथम, अनुयोगिवाचकस्य सप्तमी. चित्रम् अस्ति चेत् स्पष्टं भवति. इदानीं वयं द्वे उदाहरणं दत्तवन्तः किल, घटः भूतले, रूपः वायौ. द्वे चित्रम् अस्ति, सम्यक् भवति. सत्यं, यत्र सप्तमी अथवा प्रथमा अस्ति तत्र अत्यन्ताभावः. अस्तु, बुद्धं चेत् अग्रिम पारा पठतु, अन्तिम पारा अस्मिन् वर्गे. अस्तु, बुद्धं वा? प्रश्नः नास्ति किल? नास्ति, नास्ति. भेदस्थले तु प्रतियोग्यनुयोगिवाचकपदाभ्यां प्रथमा विभक्तिः भवति. यथा घटः पटो न इति. यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनुयोगी, घटः प्रतियोगी. इयमेव इयमपि पटनिष्ठ अनुयोगिता अधिकरणता एवमिह विपरीतमपि सम्भवति पटभेदः घटनिष्ठः बोधयितुम् इष्टश्चेत् अपि इदं वाक्यं भवति तर्हि अनुयोगिता घटनिष्ठा अनुयोगिताप्रतियोगितायोः आश्रयभेदमपि विभक्तौ भेदः न एव भवति इति भेदस्थले विशेषः अस्तु भगिनि किं बुद्धम् इति किञ्चित् वदतु भवती एव विवरणं करणीयम् प्रथमवाक्यं किमासीत् भेदस्थले तु प्रतियोगि अनुयोगि वाचकपदाभ्यां प्रथमा विभक्तिः भवति भेदस्थले इत्युक्ते किं भेदस्थले घटः भूतलं न भेदः इत्युक्ते पूर्वम् एकं पदमासीत् भेद अत्यन्ताभावयोः इति अन्योन्याभावः हा भेदस्थले इत्युक्ते अन्योन्याभावस्थले पूर्वस्मिन् परिच्छेदे अत्यन्ताभावस्थले बोधनाय इति प्रारम्भः अभवत् इदानीम् अन्योन्याभावस्य विषयं वदति सत्यम् ओ अस्तु अन्योन्याभावस्थले तु प्रतियोगि अनुयोगि वाचकपदाभ्यां प्रथमा विभक्तिः भवति यथा घटः पटः न स्पष्टं भवति अस्तु घटः पटः न तदेव घटः भूतलः न अतः प्रथमाविभक्ति एव भवति घटः पटः न इत्यस्मिन् वाक्ये अनुयोगी कः प्रतियोगी कः घटः प्रतियोगी पटः अनुयोगी पटः अनुयोगी अनुयोगी प्रतियोगी अनयोः का विभक्तिः प्रथमाविभक्ति एव प्रथमाविभक्ति इत्येव विषयः यथा घटः पटो न इति आम् तत् स्पष्टं यदि घटभेदः पटो न पटो अस्ति वक्तुमिच्छति तदा पटः अनुयोगी इत्युक्ते घटाभावः भेदः भेदः इति वारं वारं वदति भेदः इत्युक्ते अभावः अन्योन्याभावः इति ग्राह्यः अस्तु अस्तु अस्तु यदि घटभेदः घट अन्योन्याभावः पटो अस्ति इति वदने पटः एव अनुयोगी खलु यस्मिन् अभावः सः अनुयोगी घटः च प्रतियोगी इयमपि पटनिष्ठा अनुयोगिता अधिकरणता आम् पटः एव अनुयोगिता तदेव अधिकरणता सत्यं तस्मिन् विषये ममापि किञ्चित् भ्रमः अस्ति पटः कस्य अधिकरणता इति प्रश्नः आगन्तुं शक्नोति खलु महोदयः प्रष्टव्यः अस्तु अग्रे पठतु किन्तु पटः अस्ति अनुयोगी पटे अनुयोगिता अस्ति अपि च घटः अस्ति प्रतियोगी घटे प्रतियोगिता अस्ति उभौ पदौ अपि प्रथमाविभक्त्यां स्तः एवमिह विपरीतमपि सम्भवति पटभेदः घटनिष्ठ पटभेदः घटनिष्ठः बोधयितुम् इष्टश्चेत् अपि इदं वाक्यं भवति इत्युक्ते पटाभावः घटे अस्ति इति वक्तुम् इच्छति चेत् अपि इदमेव वाक्यं भवति. पुनः पटभेदः घटनिष्ठः इत्युक्ते पटाभावः घटे अस्ति इति वक्तुम् इदमेव वाक्यं प्रयुज्यते. इदमेव वाक्यम् इत्युक्ते यथा घटः पटः न इति उक्तमासीत् पूर्वम्, इदानीं पटः घटः न. ओ अस्तु इति वाक्यं भवति. अवगतम्? तर्हि अनियोगिता घटनिष्ठा, अनियोगिता घटनिष्ठा, प्रतियोगिता कुत्र अस्ति? पटे. पटे अनियोगिता प्रतियोगितयोः आश्रयभेदः अपि विभक्तौ भेदः न एव भवति इति भेदस्थले विशेषः. भेदस्थल इत्युक्ते प्रतियोगिता अनियोगिता भेदस्थले इत्युक्ते अन्योन्यभावस्थले. ओ क्षम्यतां क्षम्यताम्, आं भवती एव पूर्वम् उक्तवती. आम् अन्योन्यभावस्थले न एव भवति इति भेदस्थले विशेषः. विभक्तौ भेदः न भवति इति अन्योन्याभावस्थले विशेषः. अत्यन्ताभावस्थले कथनार्थम् अधिकरणम् इत्यस्य अनुयोगी इति संज्ञा दत्ता. सः अनुयोगी सप्तमी विभक्त्यां भवति अत्यन्ताभावस्थले. अन्योन्याभावस्थले अनुयोगी प्रतियोगिनोः विभक्तिभेदः न भवति, उभौ अपि प्रथमाविभक्त्यां स्तः इति भेदः. प्रश्नाः सन्ति वा अथवा अन्यत् किमपि चिन्तनम् अस्ति? भगिनी, अन्योन्य अभाव किञ्चित् भ्रमः जातः. अन्योन्याभावः इत्युक्ते ओ एकनिमिषं भगिनि, अतः अन्योन्याभावस्य उदाहरणम् अस्ति कपालः. अन्योन्याभावस्य उदाहरणं कपालः नास्ति, न न न कपाल घट निर्माणं, कपालेन घटनिर्माणं, कपालेन घटनिर्माणं तादात्म्यसम्बन्धस्य विवरणार्थं तद् उदाहरणं स्वीकृतम्. आम्, तदनन्तरं तादात्म्यसम्बन्धः इत्युक्ते कः इति विवरणं दत्वा अनन्तरम् अन्योन्याभावः इत्युक्ते कः इति उक्तः आसीत्. भवत्याः प्रश्नः कः? भ्रमः कुत्र अस्ति इदानीम्? अन्योन्याभावस्य भ्रमः जातः. तद्वाक्यमहम् उक्तवती खलु, तादात्म्यसम्बन्धावचिन्न प्रतियोगिता कः? अन्योन्याभावः. एकम् उदाहरणं दास्यति वा भगिनि? घटः पटः न इति अन्योन्याभावः. अस्तु, घटः भूतले नास्ति इति अत्यन्ताभावः. घटः भूतले नास्ति इति अत्यन्ताभावः. अथवा वायुरूपः नास्ति, वायुरूपं नास्ति इत्यपि अत्यन्ताभावः. अथवा घटे घटे रक्तवर्णः इति स्वीकुर्मः, गुणं स्वीकुर्मः, घटे रक्तवर्णः नास्ति इत्यपि अत्यन्ताभावः. आम्, घटः भूतले नास्ति इत्यपि अत्यन्ताभावः. घटे जलं नास्ति इत्यपि अत्यन्ताभावः. वायुरूपं नास्ति इति अत्यन्ताभावः. किन्तु घटः पटः न, पटः घटः न, घटः लेखनी न, लेखनी घटः न किन्तु इति अन्योन्याभावः. घटो न सर्वत्र अत्र एकत्रिंशत्तमे पुटे वयं सर्वेपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटो नास्ति इत्यभावः, घटं विहाय जगति सर्वत्र भवति, अयमेव च भेदः, प्रतियोगिनं विहाय सः सर्वत्र भवति. सर्वत्र इत्युक्ते तत्रापि सप्तमी प्रतियोगिनं विहाय सः सर्वत्र भवति. कः सर्वत्र भवति? अभावः. अभावः सर्वत्र भवति. इदानीं तत्रापि सप्तमी इति भवत्याः भ्रमः खलु? आम्. घटाभावः पटे अस्ति. घटाभावः सत्यं, घटाभावः पटे अस्ति इति अपि एकः अभावः. आम्. तत् अन्योन्यभावः किल? किन्तु अहं चिन्तयामि, अहम् एवं चिन्तयामि, घटाभावः पटे अस्ति. पटः इत्युक्ते वस्त्रं खलु? आम्. घटाभावः पटे अस्ति इति अत्यन्ताभावः वा अन्योन्याभावः इति भवत्याः चिन्तनम् इति चिन्तयामि. न, मम चिन्तनम् अस्ति तत् अन्योन्याभावः किल. घटः पटः न इति अन्योन्याभावः. घटः पटे नास्ति इति अत्यन्ताभावः. नास्ति पदमस्ति चेत् तद् अन्योन्याभावः. स्थलं रीत्या वक्तुम् इच्छामः चेत् अत्यन्त अभावः भवति किल? अधिकरण रीत्या न, न स्थलम् इति मा चिन्तयतु. सम्बन्धः चिन्तयतु. सम्बन्धः कीदृशः? संयोगसमवायसम्बन्धेन समवाय वा अथवा संयोगसम्बन्धेन अभावः निवारितः चेत् तर्हि अत्यन्ताभावः. इदानीं घटः पटे नास्ति इति भवती यदा वदति, अहं प्रायः घटं स्थापयामि चेत् पटस्य उपरि, तदा प्रायः अभावः गच्छति इति चिन्तयामि खलु? आम्, अत्यन्त अभावः गच्छति, किन्तु अन्योन्याभावः न गच्छति. न गच्छति एव. अन्योन्याभावः घटं विहाय अन्यत्र सर्वत्र भवति एव. अपि च अन्योन्य न तादात्म्यसम्बन्धेन एव गच्छति अन्योन्याभावः. इदानीं तादात्म्यसम्बन्धेन घटं पटे स्थापयितुं शक्नुमः वा? न. तर्हि अन्योन्याभावः घटं विहाय सर्वत्र भवति एव. इति स्पष्टः? स्पष्टः वा अथवा अधुनापि अस्ति प्रश्नः? भवत्या यदुक्तं तेन मम मनसि अपि स्पष्टता आगता वस्तुतः. यथा भवती उक्तवती, अत्यन्ताभावः तु गमिष्यति. यदि पटे घटं स्थापयामः तदा अत्यन्ताभावः गमिष्यति, किन्तु अन्योन्याभावः तु भवति एव. अन्योन्याभावः सर्वदा भवति. घटं विहाय अन्यत्र सर्वत्र भवति सर्वदा इति अन्योन्याभावः. अन्योन्याभावस्य अपसरणार्थं तादात्म्यसम्बन्धस्य एव आवश्यकता अस्ति. अपि च तादात्म्यसम्बन्धः स्वस्मिन्नेव भवति पदार्थे, न तु अन्यत्र. आम्. स्वस्मिन् इत्युक्ते तत्र सप्तमी विभक्ति भवति किल? सत्यं. तस्मिन्, अस्मिन्. हा, तत्र अन्योन्याभावः वदामः चेत् ओ अभावः अस्तु. तादात्म्यसम्बन्धः वदामः चेत् सप्तमी विभक्ति उपयुज्य वदामः. किन्तु अभावः वदामः चेत् घटः पटः न इति प्रथमा विभक्ति, प्रतियोगी अनुयोगिनोः इति भेदः. आम्. अस्तु भगिनि. भ्रमः इतोपि अस्ति चेत् प्रायः अस्माकं जालपुटे स्थापयत् अथवा गूगल् ग्रूप्स् मध्ये प्रायः महोदयः एव स्पष्टीकुर्यात्. भगिनि मम प्रश्नः किमस्ति इति अहम् इदानीं न जानामि. मम मनसि अस्ति अन्योन्याभावस्य सर्वत्र प्रतियोगिनं विहाय सः सर्वत्र भवति. इदानीं चिन्तयतु, रत्ना भगिनी अस्ति, नीता भगिनी अस्ति, अस्तु. आम्, रत्ना भगिन्याः अभावः नीता भगिन्यां सर्वदा भवति. नीता भगिन्याम् इत्युक्ते सप्तमी भवति किल? अस्तु, सप्तमी अस्ति. तर्हि किमर्थम् अत्यन्ताभावः नास्ति इति भवत्याः प्रश्नः? न, भवत्याः प्रश्नः किमर्थम् अन्योन्याभावे प्रथमा द्वयोः स्थले अपि किमर्थं प्रथमा विभक्ति अस्ति इति. किमर्थम् अस्ति इति न, मम चिन्तनम् अस्ति अन्योन्याभावे अपि वयं सप्तमी उपयोगं. सत्यं, सर्वत्र इति यदा वदामः तर्हि सप्तमी एव स्यात् इति भवत्याः प्रश्नः. हा, सर्वत्र इति वदामः चेत् अधिकरणम् इति वदामः किल, अभावः कुत्र अस्ति? अधिकरणे अस्ति. अन्योन्याभावः अधिकरणे अस्ति किल, तथा तत्रापि सप्तमी विभक्ति इत्युक्ते. अस्तु अस्तु, बुद्धं बुद्धं, भवत्याः प्रश्नः बुद्धः. अत्र अन्तिमे परिच्छेदे, अन्तिमे पेराग्राफ् मध्ये, इयमपि पठनिष्ठ अनुयोगिता अधिकरणता एव इति उक्तमस्ति. पश्यति वा भवती कुत्र इयमपि? हा, पठनिष्ठ अनुयोगिता अधिकरण इयमपि किं घटः प्रतियोगिता इयम् अपि पटनिष्ठ अनुयोगिता एव अधिकरणता एव. भवत्याः प्रश्नः आसीत् सप्तमी किमर्थम् इति. न न, सप्तमी अन्योन्य अभावे अपि वयं सप्तमी उपयोगं कुर्मः किल, अतः प्रथमाविभक्तिः एव इति किमर्थं वदन्ति अत्र अन्तिमप्रश्नः? साधुः प्रश्नः साधुः एव. अहं चिन्तयामि, मम चिन्तनम् एवमस्ति, अधिकरणतायाः विषयः यदा आगमिष्यति तत्र सप्तमी एव स्यात्. भूतले घटमस्ति तत्र सप्तमी एव स्यात्, अथवा चषके जलमस्ति तत्रापि सप्तमी एव स्यात्. चषकः अधिकरणं, जलः अस्ति आधेयः. तथा एव अत्रापि अन्योन्याभावविषयस्य कथने उक्तवन्तः यत् तदा पटः अनुयोगी, घटः प्रतियोगी, इयमपि अनुयोगिता अधिकरणता एव. अस्तु, इयमपि अनुयोगिता अधिकरणता एव इति यदा वदन्ति तर्हि अधिकरणं किमपि स्यात् खलु? तर्हि पटः अधिकरणं वा इति प्रश्नः आगन्तुं शक्नोति. हा, घटाभावः वदामः चेत् पटः अधिकरणं भवति. हा, आम्, तर्हि अत्र सप्त अधिकरणं चेत् सप्तमी स्यात्. हा, अस्तु, तर्हि भवत्याः प्रश्नः सिद्धः. महोदयं पृच्छति वा? प्रश्नं तु अवगन्तुं शक्नुमः इदानीं. वयमपि पृच्छामः. न भगिनि, अहं पृच्छामि चेत् मम वदामि किल, भ्रमः जातः इदानीं. किं मम चिन्तनमस्ति, किं प्रश्नमस्ति इति अहं न सम्यक्तया वक्तुं शक्नोमि. तर्हि मुख्यः विषयः अस्ति अत्यन्ताभावे प्रतियोगिनः प्रथमा विभक्ति, अनुयोगिनः सप्तमी विभक्ति, अन्योन्याभावस्थले घट पठन पठः न इति वदने उभयोः अपि प्रथमा विभक्ति. किन्तु घटाभावः पटे अस्ति इत्यस्य कथने पटस्य सप्तमी विभक्ति भवितुम् अर्हति इति अङ्गीकार्यमेव. तर्हि किं तादृशप्रयोगे सप्तमी विभक्ति भवितुम् अर्हति इति प्रायः पृच्छामः अग्रिमे सप्ताहे. अन्यत् किमपि चिन्तनीयम्? प्रश्नः नास्ति, किन्तु भ्रमात्मकः भवति चेत् सर्वं विस्मरामि, प्लस् भ्रमात्मकः भवति न भवति सर्वत्र. अत्र मम चिन्तनम् अस्ति सप्तमी भवति चेत् घटत्वम् इति वदामः चेत्, जस्ट् थिङ्किङ्ग् अलौड्, घटत्वम् समयः अस्ति वा भगिनि इदानीं? घटत्वं वदामः चेत् तस्य अधिकरणं भवेयुः, अतः सप्तमी उपयोगं कुर्मः. अत्र इत्युक्ते घटत्वं पटे नास्ति इति वक्तुम् इच्छामः चेत् तत्र सप्तमी भवति. वाक्यं तद् अन्योन्याभावे तद् वाक्यं नास्ति किल, घटः एव वाक्यं. तदेव अहं मम चिन्ते नास्ति न घटः पटः न न तदेव घटः पटः न घटः पटः न इति साधु वाक्यं, किन्तु न न घटत्वं पटे न इति अपि वक्तुं शक्नुमः. तर्हि तत्र घटत्वाभावः एकनिमिषः, घटत्वम् इत्युक्ते किम्? घटस्य पदार्थेषु सामान्यम् अथवा गुणः इति पदार्थानां गुणः अपि न सामान्यमस्ति खलु घटत्वम्? ओ सोरि, क्षम्यताम्. आम् आम् सामान्यम् इत्युक्ते जातिः. जातिव्यक्तियोः मध्ये कीदृशः सम्बन्धः? चिन्तयन्तु, गुणिगुणिनोः मध्ये जातिव्यक्तियोः मध्ये समवायसम्बन्धः. तर्हि घटत्वम् इति जातिः अस्ति, पटः इति घटः इति व्यक्तिः अस्ति, पटः इति व्यक्तिः अस्ति. तर्हि घटत्वपटयोः मध्ये यदि घटत्वं पटे अभविष्यत् तर्हि अनयोः मध्ये समवायसम्बन्धः भवति खलु? समवायसम्बन्धः भवति चेत् तत्र अत्यन्त अभावः, न तु अन्योन्याभावः. आं भगिनि, इदानीं किञ्चित् किन्तु घटः पटे नास्ति इति कीदृशः अभावः? घटः पटे नास्ति इति वदने घटं स्थापयामश्चेत् तत्र अभावः गमिष्यति, तत्रापि संयोगसम्बन्धेन अभावः गमिष्यति, तर्हि अत्यन्त अभावः. किन्तु घटः पटः न इति तादात्म्यसम्बन्धेन एव वक्तुं शक्नुमः. अस्तु अस्तु, तर्हि विरमाम. आं भगिनि, शुभरात्रिः. धन्यवादः, धन्यवादः, नमस्कारः भगिनी.